गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शब्दःखण्डः गते वर्गे आरब्धः तत्र आप्तवाक्यं शब्दः इति शब्दप्रमाणस्य लक्षणम् अधीतं तत्र पदद्वयं वर्तते आप्त वाक्यं तर्हि आप्तः कः इति चेत् यथार्थवक्ता आप्तः वाक्यं किं पदसमूहः पदं किं शक्तं पदं शक्तिमत् पदम् अस्मात् पदं पदात् अयमर्थः बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति एतत् सर्वम् उक्तं तत्र आप्तस्य विषये अस्माभिः किम् अवगतम् इति चेत् अवञ्चकत्वे सति आप्तः अवञ्चकः भवेत् तत्र विवक्षा अपि भवेत् विवक्षावत्वे सति तदनन्तरं यथार्थज्ञानवत्वे सति अपि च पदज्ञानमपि तस्मिन् भवेत् तदा एव तेन वाक्यानि रचयितुं शक्यते इति कृत्वा सः एव आप्तः यः अवञ्चकः अस्ति वक्तुमिच्छा अस्ति यथार्थज्ञानमस्ति पदज्ञानमपि अस्ति भाषाज्ञानमपि अस्ति अस्तु इति एतत् सर्वम् अस्माभिः अधीतं तर्हि इदानीं शक्तिनिरूपणं शक्तिः इत्युक्ते का इति चेत् संज्ञासंज्ञयोः मध्ये यः सम्बन्धः अस्ति पदपदार्थयोः मध्ये यः सम्बन्धः अस्ति तदेव शक्तिः इति मनसि भवेत् तत्र सम्बन्धः यदस्ति तदेव शक्तिः कुत्र अस्ति शक्तिः पदे अस्ति का शक्तिः पदार्थं बोधितुं शक्तिः अस्तु पठेम हा सतीभवभगिनी आरब्धं करोति वा शक्तिनिरूपणम् इति आं महोदय शक्तिनिरूपणं केवल अन्वयप्रकरणे पृष्ठसङ्ख्या एकादशाधिकद्विशतम् दर्शनरीत्या हि अत्र विषयः अवगतसङ्ख्या एकादश अधिकद्विशतम् एकादश अधिक वा किमर्थं 211 खलु नो 287 ओ भवत्याः पीडिएफ् मध्ये तादृशमस्ति किम् न इन् द ब्राकेट् केवलव्यतिरेकप्रकरणे इति दत्तं दर्शनरीत्या हि अत्र विषयः अवगन्तव्यः वर्णसमूहात्मकं पदम् इति तत्र उक्तं तत्रापि वर्णानां विलक्षणक्रमः अपेक्षितः सरः इति रसः इति पदयोः सन्ति ते एव वर्णाः सकारः रेफः दौ अकारौ परन्तु वर्णानां तुल्यत्वे अपि आदिमे पदे सकारः आदौ भवति ततः रेफः द्वितीये तु रेफः आदौ भवति ततः सकारः एवञ्च तैः एव वर्णैः क्रमविशेषयुक्तैः विलक्षणार्थप्रतीतिः सर्वानुभवसिद्धा इति सर इति एकं पदम् अपरं तु रस इति अत्र शक्तिनिरूपणम् इति खण्डः तत्र केवल अन्वयीप्रकरणे दर्शनरीत्या हि अत्र विषयः अवगन्तव्यः तत् किम् इति न अवगतवती महोदय केवलान्वयीप्रकरणं केवलान्वयी नाम किम् उदाहरणं वक्तव्यं वा यत्र अन्वयव्याप्तिः एव लभ्यते तादृशः स्थलः सत्यं तर्हि अनुमानखण्डे केवलान्वयी इति उक्तं तत्र अभिधेयत्वस्य केवलान्वयित्वम् इति पठितं खलु आम् यत्र तत् पठितं खलु परामर्शितं तावदेव नूतनं किमपि नास्ति वर्णसमूहात्मकं पदम् इति तत्र उक्तम् अत्र खडम् इत्यत्र खकारः अकारः तादृशम् उक्तमस्ति तदा वर्णानां समूहः पदम् इति अत्र उक्तम् इति पुनः सूचितमस्ति तत्रापि वाक्यं पदसमूहः पदं किं वर्णसमूहः वर्णसमूहः तदा तत्र पुनः विलक्षणक्रमः अपि अपेक्षितः यतोहि तत्र सरः अपि च रसः द्वयोः पदयोः वर्णः समानमस्ति चेदपि तत्र विशेषक्रमः अपेक्षितः आदि पदम् इति अत्र दत्तमस्ति द्वातीये तु द्वितीये तु रेफः आदौ एवञ्च तैः एव वर्णैः क्रमविशेषयुक्तैः किमर्थं तादृशविलक्षणवर्णक्रमः इति चेत् वर्णानाम् अर्थप्रतीति सर्व अनुभवसिद्धा इति तेन एव भिन्नभिन्न अर्थ द्योतयितुं शक्यते इति रसः इत्यस्य अपि च सरः इत्यस्य भिन्नभिन्न अर्थः उत्पद्यते यदा भिन्नभिन्न अर्थम् आवश्यकम् इति कृत्वा वर्णानां विलक्षणक्रमः अपि अपेक्षितः इति सत्यं तर्हि वाक्यमित्युक्ते किं पदसमूहः पदमित्युक्ते किं वर्णसमूहः वाक्यम् अपि च पदम् अनयोः मध्ये यद्यपि उभयमपि समूहः एव किन्तु वाक्ये अत्र विलक्षण क्रमः आवश्यकः वाक्यसमूह इदानीम् आप्तवाक्यम् इति एकं वाक्यमस्ति खलु महोदय अत्रापि अपेक्षितं खलु वाक्याप्तम् इति एकं वाक्यं वा आप्तवाक्यं शब्दः इति तादृशं नास्ति शब्दः आप्तवाक्यम् इति एकमेव पदं समस्तपदमस्ति आप्तवाक्यं शब्दः इत्यत्र पदद्वयमस्ति शब्दः आप्तवाक्यम् इति वदामश्चेत् क्लेशः नास्ति अस्ति भिन्नरीत्या अपि वक्तुं शक्यते रामः रावणं हन्ति हन्ति रामः रावणं रावणं हन्ति रामः इति येन केनापि क्रमेण वक्तुं शक्यते किन्तु आङ्ग्लभाषायां तादृशं नास्ति नास्ति राम किल् रावण रावण किल् राम मीन्स् गान् आङ्ग्लभाषायां तत्र वाक्ये अपि क्रमस्य आवश्यकता अस्ति आवश्यकता अस्ति नो चेत् अर्थः न बुध्यते किन्तु संस्कृतभाषायां तादृशं नास्ति वाक्ये क्रमः न अपेक्षितः सामान्यतया तत्र एक्सेप्शन्स् अस्ति किन्तु वर्णस्य क्रमः अपेक्षितः एव रसः सरः अनयोः मध्ये वर्णाः समानाः किन्तु अर्थभेदः अस्ति क्रमस्य परिवर्तनं कुर्मश्चेत् अर्थभेदः भवति इति कृत्वा तत्र तर्हि पदम् इत्युक्ते किम् इति चेत् वर्णसमूहः इति एव न वक्तव्यम् विलक्षणक्रमयुक्तवर्णसमूहः इति वक्तव्यम् अस्तु धन्यवादः भगिनि धन्यवादः अग्रे मेहुल् महोदय पठति वा आं महोदय अत्र उक्तक्रमविशिष्टानां ततः खलु सत्यम् आम् अस्तु उक्तक्रमविशिष्टानां वर्णानां बोधकता किमधीना इति चिन्तनं सर्वैः तान्त्रिकैः क्रियते यथा सर इति पदेन जलहृदः बोध्यते रस इति पदेन माधुर्यादिरूपः गुणविशेषः किमधीना इयं व्यवस्था यत् सर इति पदं हृदमेव बोधयति न तु न माधुर्यादिगुणान् एवं रसपदस्थले अपि कुतो न हृदबोधः इति एतादृशीं व्यवस्थां सर्वेऽपि शास्त्रकाराः तत्तदनुकूलप्रकारेण वर्णयन्ति न्यायशास्त्रे तु अत्र ईश्वरेच्छां व्यवस्थापिकां मन्यन्ते अस्तु अत्र वर्णानाम् उक्तः क्रमः कश्चन तत्र कश्चन विशेषः वर्तते तर्हि तेन एव बोधः जायते. तर्हि तादृशबोधकता किम् अधीना अस्ति, केन अधीना अस्ति इति चिन्तनं सर्वैः तान्त्रिकैः क्रियते. अत्र उदाहरणमस्ति, सर इति यदा पदं पश्यामः चेत् तस्य अर्थः भवति जलरदः इति, परन्तु विपरीतरीत्या क्रमपरिवर्तनं कुर्मः चेत् रस इति पदं यदा पश्यामः चेत् तस्य अर्थः भवति गुणविशेषः माधुर्यादिरूपः इति. तर्हि अत्र सर इति वर्णक्रमस्य जलरदः इति अर्थः, रस इत्यस्य माधुर्यादिरूपः इति अर्थः. तादृश अर्थभेदः किम् अधीना भवति इति, तत्र व्यवस्था किं कथम् अस्ति इति प्रश्नः उदेति. तर्हि इयं व्यवस्था स्वर इति पदं हृदम् एव बोधयति, न तु माधुर्यादिगुणान् इति कथम् आगतं, कुतः आगतम्, अपि च केन निर्मितम् इति. तथैव अत्र रसपदे अपि, रसपदे केवलं गुणविशेषः माधुर्यादिरूपः इत्येव बोधः जायते, न तु हृदबोधः. तर्हि तत् केन निर्मितम् इति प्रश्नः आगच्छति. तादृशीं व्यवस्थां सर्वेपि शास्त्रकाराः वर्णयन्ति. तेषां यत् अनुकूलप्रकारः अस्ति तेन आधारेण ते वर्णयन्ति. परन्तु अत्र न्यायशास्त्रे पश्यामश्चेत्, न्यायशास्त्रे तादृशव्यवस्था ईश्वरेच्छानुसारम् अस्ति इति एव न्यायशास्त्रिणा मन्यन्ते इति अस्ति. सत्यं, तदेव मुख्यवार्ता अत्र. तर्हि पदपदार्थयोः मध्ये सम्बन्धः केन कारितः इति चेत् ईश्वरेण इति न्यायमतम्. किन्तु अन्यैः मतैः तत्र भिन्नभिन्न, सर्वैः एतद् अङ्गीकृतम् इति तावदेव. अस्तु, बहु समीचीनम्. अग्रे महोदय. लोके हि अपत्ये उत्पन्ने एकादशे हनि पित्रोः इच्छया पिण्डस्य संज्ञा भवति अयं यज्ञदत्तः इति. अस्तु, तत् ऊर्ध्वं यज्ञदत्त इति संज्ञया शिशोः ज्ञानं भवति. यज्ञदत्त इति संज्ञा तत् शिशोः जन्मनः प्राक् पश्चाच्च दशदिनानि आसीदेव. सः शिशुरपि जन्मनः प्रभृति दशदिनानि यावत् सुखेन स्थितः, परन्तु तेषु दशसु दिवसेषु संज्ञायाः शिशोश्च कश्चित् सम्बन्धः न प्रतीतः. एकादशे हनि परं पित्रोरिच्छया शिशुः यज्ञदत्तसंज्ञया सह योजितः इति, ततः परं तया संज्ञया व्यवहृतः भवति. एवं च इदानीन्तने व्यवहारे पित्रोरिच्छायाः नियामकत्वे अनादिघटादिव्यवहारे अपि तथाविधेच्छा एव नियामिका इति कथनं युज्यते एव. अस्तु, अत्र उदाहरणमस्ति. सर्वं सरलमेव, सर्वं वक्तव्यमिति. सारांशः वदतु महोदय. सारांशः इति अस्ति यत् अत्र कोऽपि शिशुः जन्म जायते तदा दशदिनानन्तरम् एव तस्य कश्चन संज्ञा तस्य पिता दत्तः. अतः ततः पूर्वे दशदिनपर्यन्तं शिशुः सुखेन तिष्ठति एव, तत्र संज्ञा नास्ति चेदपि. अनन्तरमेव यज्ञदत्त इति संज्ञा शिशुना दत्ता. तर्हि ततः परे इत्युक्ते शिशोः जीवनपर्यन्तं तस्य यज्ञदत्त इति संज्ञा भवति. अपि च इत्युक्ते संज्ञा इति यज्ञदत्तः, संज्ञी इति शिशुः, तयोः मध्ये सम्बन्धः वर्तते. अनन्तरं तदपि तत् केन निर्मितम् इत्युक्ते पितुः इच्छा अस्ति तादृश, अतः एव तादृश संज्ञा अपि च संज्ञयोः मध्ये सम्बन्धः जातः. एवं च अत्र इदानीन्तने व्यवहारे तर्हि तत्र पितुः इच्छा इति एव नियामकः तत्र अस्मिन् उदाहरणे. तादृश इच्छा अत्र अनादिघटादिव्यवहारे अपि तथाविध इच्छा एव नियामिका अस्ति इति अत्र वयं ज्ञातुं शक्नुमः. पितुः इच्छा एव, तर्हि पितुः कः नियामकत्वे इत्युक्ते यज्ञदत्तः इति संज्ञा, यज्ञदत्तः इति संज्ञी, अनयोः मध्ये सम्बन्धः केन कारितः? किम् अधीना? पितृच्छा अधीना खलु. सत्यम्. एवं घटः इति संज्ञा, घटः इति पदार्थः, अनयोः मध्ये सम्बन्धः कस्यचित् इच्छायाः अधीना भवेत् खलु. सत्यं सत्यं. तदेव अत्र उक्तं, कस्यचित् इच्छायाः अधीना एव. तथाविध इच्छा एव नियामिका इति कथनं युज्यते, समीचीनमेव, सङ्गतमेव इति उक्तम्. सत्यं सत्यं. यथा यज्ञदत्तः अपि च यज्ञदत्तः इति संज्ञी, अनयोः मध्ये यः सम्बन्धः अस्ति स च सम्बन्धः कस्यचित् इच्छायाः अधीनः, तथा घटः अपि इति संज्ञा, घटः इति संज्ञी, अनयोः मध्ये सम्बन्धः अपि कस्यचित् इच्छायाः अधीना भवेत्. सः कः इति चेत् ईश्वरः. तदेव मुख्यवार्ता. अस्तु, धन्यवादः महोदय. अग्रे रमेशमहोदय पठति किम्? धन्यवादः. परन्तु परन्तु अस्मदीयक्षणिक इच्छा कथम् ईदृश, कथं कथम् ईदृश ईदृशे ईदृशे महोदय ईदृशे कथम् ईदृशे अनादिव्यवहारे भवेत् नियामिका इति ईश्वर इच्छा एव तत्र नियामिका इति कल्प्यते. तस्याः च इच्छायाः वैशेषिकगुणगणनायाम् इच्छा इति प्रयोगे अपि वस्तुनः पदस्य च बोध्यबोधकसम्बन्धनियन्त्रणाय अभिधा इति शक्तिः इति वा व्यवहारः. सा च शक्तिः सविषयकपदार्थः इति तद् आकारः आकारम् आह मूले अस्मात् पदात् इति. तत्र अस्मदीय इच्छा क्षणिकः एव अस्ति, ईश्वर इच्छा एव अनादिः अस्ति इति कारणात् यत् पद पदपदार्थयोः यत् ईश्वर इच्छा अनादि इति अत्र न लिखितम्. यदि ईश्वर इच्छा अनादि नास्ति तर्हि अनादिव्यवहारयोः अनादि भवेत् खलु महोदय तत्र. न, नित्यम् इति वदतु, अनादिः इति मा वदतु. हा, ईश्वर इच्छा नित्यं वा अनित्यं वा? नित्यमस्ति. हा, नित्यम् इति वक्तव्यम्. अनादि अपि च नित्यम् अनयोः मध्ये भेदः अस्ति. यद् अनादिः तदेव नित्यम् इति नास्ति. उदाहरणं वदामः, यद् नित्यमस्ति तद् अनादिः अस्ति, परन्तु यद् अनादिः अस्ति तद् नित्यम् अस्ति इति नास्ति. प्रागभावः, प्रागभावः आदिः अस्ति किम्? किन्तु प्रागभावः नित्यः किम् न? अतः अनादिः इति न वक्तव्यम्. ईश्वर इच्छा नित्यमस्ति भवतु, किन्तु तद्विषयः नास्ति अत्र. तत्र यद् अनादिव्यवहारे भवेत् नियामिका, तद् यद् नियामिका अस्ति तद् अनादिव्यवहारे भवेत्. तर्हि घटः तस्य घटः इति एव नाम भवति वा? अनादिव्यवहारः कः? घट इति यत् पदमस्ति तद् अनादिः अस्ति इति. नो, घटम् इति पदम् अनादिः नास्ति. पदार्थः अनयोः मध्ये यः सम्बन्धः अस्ति खलु, तद् अनादिः अस्ति. हा, इति व्यवहारः घटः, घटः घटपदार्थं घट इति पदेन व्यवहरामः खलु, सः व्यवहारः अनादिः अस्ति. कुतः आरभ्य इत्युक्ते यज्ञदत्तः इति शिशोः व्यवहारः यज्ञदत्त इति पदेन तस्मिन् दिने आरब्धः इति चेत् तस्य नामकरणं यस्मिन् दिने जातं तस्मिन्नेव दिने सः व्यवहारः आगतः आरब्धः खलु. तादृशं घटः इत्युक्ते घटस्य नामकरणं कस्मिंश्चित् दिने आरब्धम् इति केनापि वक्तुं शक्यते वा? नास्ति. वक्तुं शक्यते महोदय, वक्तुं शक्यते खलु तत्. न, घटः इति वक्तुम् इति नास्ति. यदि कम्प्यूटर् इति पदं स्वीकुर्मः तर्हि तस्य आरम्भदिने वक्तुं शक्यते खलु केनापि तस्य नाम दत्तं. सत्यं. तर्हि कम्प्यूटर् इति पदं, कम्प्यूटर् इति पदार्थः, अनयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः केन कृतः इति चेत् पुरुषेण एव कृतः. पौरुषेयमस्ति विषयं तत्, न तु ईश्वर इच्छानुसारम्. अतः एव अत्र सङ्गणकम् इति नाम स्थापितं. किं संस्कृतभाषायां सङ्गणकं कम्प्यूटिङ्ग् करोति, तत्र गणनं करोति, सम्यक् गणनं करोति इति कृत्वा सङ्गणकम् इति तस्य नाम. तद् नाम सङ्गणकम् इति नाम पुरुषेण कृतं, किन्तु गणनं इति अस्ति खलु, तत् केन कृतं? सम्यक् इत्यत्र सम् इति प्रत्यय इति अव्यय इति उपसर्गः, तस्य अर्थः सम्यक् इति केन कृतम् इति चेत् तत्सर्वम् ईश्वराधीनम्. अस्तु, अग्रे उच्यतु भवतः. अस्मिन् परिच्छेदे किमस्ति? तस्याः इच्छ्याः तस्याः इच्छायाः वैशेषिकगुणगणनायाम् इच्छा इति प्रयोगः अपि. नो, तस्मात् पूर्वं प्रथमवाक्ये किमस्ति? तर्हि तत्र अस्मदीय इच्छा क्षणिकः अस्ति, परन्तु यद् व्यवहारः अस्ति तद् अनादिः अस्ति. तर्हि अस्मदीय इच्छानुसारं अस्मदीय इच्छा नियामिका न भवितुम् अर्हति. तर्हि ईश्वर इच्छा एव नियामिका इति स्वीकरणीयम् इति अत्र दत्तम्. उत्तमम्. इति कल्प्यते इति लिखितं, तादृशं स्वीकृतम्. इत्युक्ते ईश्वर इच्छा अधीनमिति भवता कथं कथं ज्ञातम् इति चेत् तस्य उत्तरं नास्ति. ईश्वरेण एव घटः इति पदेन घटः इति पदार्थः वक्तव्यः इति कथं ज्ञातम् इति चेत् तत्र कल्प्यते, तादृशं स्वीकुर्मः लाघवार्थं. लाघवं तत्र सहकारीकारणं भवति. अस्तु, अतः एव इति कल्प्यते इति स्वीकृतः. किमर्थम् ईश्वरः इति स्वीकृतः इति चेत् अस्माकम् इच्छा तु क्षणिका, किन्तु ईश्वरीय इच्छा किं? नित्या. इति कृत्वा भवतु, अस्माकम् इच्छा घटघट घट घट घटार्थयोः मध्ये सम्बन्धः कर्तुं कार्य कारयितुं तस्या शक्ति नास्ति. इति कृत्वा भवतु, ईश्वरः सर्वज्ञः अस्ति, सर्वशक्तिमान् अस्ति, तेन कृतम् इति स्वीकुर्मः इति उक्तम्. भवतु, अग्रे. तस्याः इच्छायाः वैशेषिकगुणगणनायाम् इच्छा इति प्रयोगः अपि पदस्य प्रयोगे अपि वस्तुनः पदस्य च बोध्यबोधकसम्बन्धयन्त्रणाय अभिधा इति शक्तिः इति वा व्यवहारः. इत्युक्ते इच्छा, इच्छा इति पारिभाषिकशब्दः अस्ति खलु. इच्छा इति कीदृशपदार्थः अस्ति सप्तपदार्थेषु? गुणः. उत्तमम्, उत्तमं. गुणः चतुर्विंशतिगुणेषु अन्यतमः अस्ति इच्छा. ज्ञानम्, इच्छा, कृतिः, संस्कारः धर्माधर्मः इति अधीतं खलु तत्र इच्छा अपि अस्ति तर्हि इच्छा इति पदं पारिभाषिकशब्दत्वेन वैशेषिकैः स्वीकृतम् गुणगणनायां गुणाः चत्वारि चतुर्विंशतिगुणाः वैशेषिकैः स्वीकृताः तेषु अन्यतमः अस्ति इच्छा इति कृत्वा अत्र नूतनपारिभाषिकशब्दस्य आवश्यकता अस्ति इत्युक्ते घटः इति पदं घटः इति पदार्थः अनयोः मध्ये यः सम्बन्धः अस्ति तस्य नाम इच्छा इति वदामश्चेत् तत्र इदानीम् इच्छा इत्यनेन अन्यत् आत्मगुणम् उक्तम् इति कृत्वा नूतनशब्दः प्रयुक्तः अभिधा अथवा शक्तिः इच्छा इति व्यवहरति वस्तुतः सः कः सम्बन्धः कः इति चेत् इच्छा एव ईश्वर इच्छा एव सम्बन्धः तत्र किन्तु इच्छा इति अन्येन उक्तम् इति कृत्वा इत्युक्ते तत्र चतुर्विंशतिगुणेषु अन्यतमत्वेन पारिभाषिकशब्दत्वेन स्वीकृतम् इति कृत्वा अत्र नूतनशब्दः प्रयुक्तः इच्छा इति अप्रयुज्य शक्तिः अथवा अभिधा इति व्यवहारः क्रियते हा अग्रे सा च शक्तिः सा च शक्तिः सविषयकपदार्थः इति तद् आकारम् आह मूले अस्मत् पदार्थ अस्मात् पदार्थ इत्युक्ते सविषयकपदार्थः विषयसप्तमी इति अधीतं खलु विषयसप्तमी कस्य भवति इति चेत् सविषयकपदार्थे एव भवति पदार्थानामेव भवति इच्छा मम मयि इच्छा अस्ति कस्मिन् विषये इति प्रश्नः उदेति व्याकरणे मम इच्छा अस्ति इति वक्तुं शक्यते तर्हि व्याकरणे इत्यत्र सप्तमी कीदृशसप्तमी इति चेत् वैषयिकसप्तमी विषयसप्तमी अस्ति किमर्थं विषयसप्तमी इति चेत् इच्छा इति सविषयकपदार्थः अस्ति इति कृत्वा वैषयिकसप्तमी सप्तमी त्रिधा विभक्ता अस्ति औपश्लेषिकसप्तमी इति एकं वैषयिकसप्तमी इति द्वितीयम् अभिव्यापकसप्तमी इति तृतीयं कारकवर्गं पाठयन्नस्मि इति कृत्वा मम मनसि एतत् सर्वमस्ति इदानीं सप्तमी विभक्तिः जायमाना अस्ति तर्हि औपश्लेषिकम् इत्युक्ते सम्बन्धः संयोगसम्बन्धेन कपा घटः कपाले समवायसम्बन्धेन वर्तते तत्र कपाले इति सप्तमी प्रयुक्तं कीदृशसप्तमी इति चेत् विषयसप्तमी नास्ति तत्र औपश्लेषिकसमवायसम्बन्धः उक्तः औपश्लेषिकम् इत्युक्ते सम्बन्धः इति अर्थः तर्हि तत्र घटः कपाले वर्तते घटः भूतले वर्तते इति तत्र अत्र संयोगसम्बन्धः तर्हि औपश्लेषिकः द्वितीयं तु वैषयिकसम्बन्धः व्याकरणे इच्छा इत्यत्र इच्छा इति सविषयकपदार्थः अस्ति इति कृत्वा तस्य इच्छायाः विषयः यदस्ति तद् इच्छायाः आधारः भवति इच्छा विषयतासम्बन्धेन विषये वर्तते यथा ज्ञानं विषयतासम्बन्धेन विषये वर्तते तथा इच्छा अपि विषयतासम्बन्धेन विषये वर्तते इति कृत्वा अत्र वैषयिकसम्बन्धः तृतीयं तु अभिव्यापक अधिकरणत्वं तत् किम् इति चेत् उदाहरणमस्ति तिलेषु तैलम् इति उदाहरणं तिलेषु तैलम् अत्र तिलानां सप्तमी कथम् इति चेत् अत्र अभिव्यापकम् अभिव्यापकम् इत्युक्ते तत्र किञ्चित् वस्तु वक्तव्यमस्ति तैलम् इति कश्चन भिन्नपदार्थः अस्ति कुत्र वर्तते तिलेषु सर्वेषु अवयवेषु वर्तते तर्हि तैलं व्यापकः भवति व्याप्याः के भवन्ति तिलानाम् अवयवाः व्याप्याः भवन्ति तर्हि अभिव्यापकः कः इति चेत् तिलमेव अभिव्यापकः पुनः वदामि तैलं व्यापकः अस्ति व्याप्याः के तिलानाम् अवयवाः व्याप्याः सन्ति तिलं किम् अभिव्यापकः अस्ति इति अभिव्यापकस्य अधिकरणत्वम्, अतः अभिव्यापकम् अधिकरणम् इति. तिलेषु तैलं, दधिनी सर्पिः, घी, वेर् इस् घी, एव्रिवेर् वेर् दर् इस् कर्ड् इति अर्थः भवतु. तर्हि सविषयकपदार्थः तदाकारमः अस्मात् पदात् इति. अस्तु, अग्रे गच्छेम. स्वामी महोदय पठति वा? स्वामी महोदय म्यूट् मध्ये अस्ति. महोदय इदानीं श्रूयते. परन्तु अस्मदीय न तत् पठितं, तदेव पठितम् इदानीम्. अस्मात्, अस्मात् इत्यत्र इदं पदं सर्वनाम सर्वासां संज्ञानाम् उपस्थापकम् अयमर्थः इत्यत्रापि अस्ति इदं पदम्. तत्तु जगति विद्यमानानि सर्वाणि वस्तूनि उपस्थापयति तथा च. तावद् वदतु महोदय प्रथमम्. इदं पदं तु सर्वनाम संज्ञा अस्ति, तद् उक्तं महोदय. अयम् अर्थः इत्यत्रापि न, इदानीं कस्मिन् विषये चिन्तनम्? अस्मात् पदात् अस् पदविषयचिन्तनं महोदय, तस्य अस्मात् इति यत् संज्ञा अस्ति कस्मिन् विषये चिन्तनं? पदं नास्ति. शक्तिः इति गते पूर्वस्मिन् परिच्छेदे उक्तं खलु? आं महोदय. शक्तिः नाम का? संज्ञा संज्ञमध्ये सम्बन्धः इति सामान्य अवगमनं, किन्तु तर्कसङ्ग्रहे शक्तिः का इति उक्तम्? पूर्वं तदेव पठितं खलु महोदय, उपमानखण्डे. पूर्वम् उपमानखण्डे तर्कसङ्ग्रहे, तर्कसङ्ग्रहमूलग्रन्थे शक्तिः नाम का किमुक्तं? ग्रन्थ आरम्भे लिखितमस्ति, शब्दकाण्डः इत्यत्र प्रथमपङ्क्तौ अस्मात् पदात् अयमर्थः बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति उक्तं खलु? तदेव वाक्यम् इदानीं चिन्तनाय स्वीकृतम्. अस्मात् पदात् अयमर्थः बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः. शक्तिः नाम का? एतदेव, अस्मात् पदात् अयमर्थः बोद्धव्यः इति ईश्वरसङ्केतः. सङ्केतः इत्युक्ते इच्छा इति, ईश्वर इच्छा एव शक्तिः इति मूलग्रन्थे उक्तम्. तर्हि तस्य वाक्यस्य चिन्तनम् इदानीं पुनः पठतु. अस्मात् इत्यत्र इदं पदं पश्यतु, इदानीम् अस्मात् अत्र वाक्ये अस्मात् इति पदं प्रयुक्तमस्ति खलु, अस्मात् पदात् अयमर्थः बोद्धव्यः. तर्हि अस्मात् इत्यत्र इदं पदं सर्वनाम सर्वासां संज्ञानाम् उपस्थापकम्. It has been used for all the saunyas that can be used. Satyam. Asmat iti padena kimuktam iti chet kevalam ekameva padam iti nasti. Idam padam sarvanama shabdah asti iti kritva sarvasam samnyanam upasthakam asti asmat iti padam. Astu agre, ayam arthaha ityatrapi asti idam padam. अस्मात् पदात् अयमर्थः, तत्र अयम् इति अस्ति खलु, तदपि सर्वनामशब्दस्य प्रथमाविभक्ति एकवचनरूपमेव इदं शब्दस्य. आं महोदय खलु? आं महोदय. पुल्लिङ्ग तर्हि अयम् इति पदेन किम् अयम् इति पदं कस्य उपस्थापकम् यथा अस्मात् इति पदं सर्वासां संज्ञानाम् उपस्थापकं तथा अयमिति पदम् अपि महोदय इत्यत्रापि अस्ति इदम् अयमपि इदं पदस्य न मम वाक्यं श्रुत्वा पूरयतु फिल् इन् द ब्लाङ्क्स् ऐ एम् गिविङ्ग् यथा अस्मात् इति पदं सर्वासां संज्ञानाम् उपस्थापकं तथा अयम् इति पदं पूरयतु अयम् इति पदं सर्वासां संज्ञानाम् उपस्थापकं वा न अस्मात् इति पदं सर्वासां संज्ञानाम् उपस्थापकम् अयम् इति पदम् अन्य कोऽपि वदतु सत्यभौम भगिनी वदति वा इदम् इति पदस्य उपस्थापकं न इदम् इति प्रातिपदिकस्य प्रथमाविभक्ति एकवचनमेव अयं खलु आं महोदय किन्तु कस्य उपस्थापकं वाट् डस् इट् रेप्रसेण्ट् अस्मात् इति पदं रेप्रसेण्ट्स् आल् संज्ञा अयम् इति पदं रेप्रसेण्ट्स् वाट् वस्तु यत् अस्ति तद् हा सङ्गी खलु तर्हि सर्वेषां सङ्गीनाम् उपस्थापकम् इति वक्तव्यम् ओ अस्मात् इति पदं सर्वासां संज्ञानाम् उपस्थापकं यथा तथा अयम् इति पदं सर्वेषां सङ्गीनाम् उपस्थापकम् किन्तु महोदय अग्रिमम् अयमपि एकं संज्ञा एव अस्ति खलु संज्ञी कथं भवति अयम् इति संज्ञा वा दिस् पुल्लिङ्गशब्दः अस्ति खलु महोदय दिस् नास्ति वा सो वाट् सङ्गी इति पुल्लिङ्गमस्ति खलु अतः अयम् इति उक्तम् नो ऐ डोण्ट् अण्डर्स्टाण्ड् युर् क्वश्चन् संज्ञा इस् दि नेम् दट् इस् यूस् टु डिनोट् समथिङ्ग् एण्ड् संज्ञा इस् दि आब्जेक्ट् वेरि आब्जेक्ट् खलु हौ केन् अयं बि संज्ञा I don't even know whether you are following what is happening here. Asmat padat ayamattaha bodhavyaha iti tarkasagraha vakyam asti kalu. Asti mahode. Tatra asmat iti shabdena kim svikartavyam iti che sarvaha sanyaha svikartavyaha. Evam ayam iti padena kim svikartavyam iti che sarve संज्ञः स्वीकर्तव्याः दट्स् आल् दट् इस् सेड् हियर् तत्तु जगति विद्यमानानि सर्वाणि वस्तूनि उपस्थापयति तत् इत्युक्ते किम् अयम् इति शब्दः सो वाट् ही इस् सेयिङ्ग् इस् इन् द मूलग्रन्थ द वर्ड् अस्मात् इण्डिकेट्स् इस् स्टाण्डिङ्ग् फार् आल् दि संज्ञास् अण्ड् द वर्ड् अयम् स्टाण्ड्स् फार् आल् दि संज्ञास् पुनः महोदय अन्तिमवाक्यं पुनः द्वयं वदतु द वर्ड् अस्मात् स्टाण्ड्स् फार् आल् दि संज्ञास् इन् द वर्ल्ड् द वर्ड् अयं स्टाण्ड्स् फार् आल् द संज्ञीस् इन् द वर्ल्ड् अस्तु विद्याधरे रचयिता वदति एतत् अयं पदं तु नास्ति खलु मूले किमर्थं नास्ति इति वदति अस्मात् पदार्थ अयमर्थः बोद्धव्यः इति अयमिति पदमस्ति खलु तत्र हा महोदय अस्मात् पदं अयम् अर्थः भवन्तव्यः. न न, एकवारं पठतु, वाक्यं पठतु. अस्मात् पदम्, अस्मात् पदात् किमस्ति? न न, अस्मात् पदात् अयम् अर्थः बोधः. तर्हि अस्मात् इति पदमपि अस्ति, अयम् अपि पदमपि अस्ति खलु? अस्ति. हा, तर्कसङ्ग्रहे अस्मात् इति पदमस्ति. तर्हि अस्मात् इति पदेन किम् अवगन्तव्यम् इति चेत्, सर्वाः संज्ञाः अवगन्तव्याः. अयम् इति पदेन किम् अवगन्तव्यं? सर्वे संज्ञः अवगन्तव्याः इति उक्तम्. अस्तु, अग्रे. तथा च धन्यवादः. तत्तु जगति विद्यमानानि सर्वाणि वस्तूनि उपस्थापयति. तद् कृतम् अग्रे. अयमिति पदम्. तथा च तस्याम् इच्छायां सर्वाणि पदानि सर्वे अपि च अर्थाः विषयाः इति आगतम्. खलु, तर्हि अस्मात् इति पदेन सर्वाणि पदानि उक्तानि, अयम् इति पदेन सर्वे विषयाः उक्ताः. अस्तु, अग्रे. अतश्च इयं समूह आलम्बनात्मिका इच्छा सर्वान् अर्थान् मुख्यविशेष्यविधया अवगाहते, पदानि च प्रकारविधया. समूह आलम्बनम् इति पूर्वं पठितं खलु महोदय? तत् किम्? समूहालम्बनं सप्रकारकज्ञानानां प्रभेदाः, षड्विधप्रभेदाः अस्माभिः अधीताः. विशिष्टज्ञानं, संशयः इति तादृशं, तत्र समूहालम्बनम्. अस्तु, मेहुल् महोदय किञ्चित् प्रतिपादयति वा? आं महोदय, अत्र बहवः विशेष्याः अपि भवन्ति, बहवः प्रकाराः अपि भवन्ति. अतः उदाहरणं वदतु. अत्र उदाहरणं महानसे वह्निः अपि अस्ति, तत्र पात्रं घटः अपि अस्ति. तादृश अत्र समूहालम्बनं इति ज्ञाने बहवः विशेष्याः अपि सन्ति, प्रकाराः अपि सन्ति. सामान्य उदाहरणं घटश्च पटश्च. आं, घटश्च, घटः पटः च इति उदाहरणम्. आम् आम्. अत्र तर्हि घटः पटः च इत्यत्र विशेष्याः के? घटः अपि च पटः इति विशेष्याः, घटत्वं घटत्वम् अपि च पटत्वम् इति प्रकाराः. अपि च तयोः मध्ये सम्बन्धः नास्ति. सम्बन्धः नास्ति, आम्, ते केवलम् एकस्मिन् अधिकरणे एव सन्ति. हा, इत्युक्ते सामानाधिकरणे सम्बन्धमस्ति. सामाधिकरणमस्ति, आम्, सत्यम्. एकस्मिन् ज्ञाने घटः पटः उभयमपि वर्तते इति कृत्वा तादृशज्ञानं समूहालम्बनज्ञानं भवति खलु? यथा तथा इदानीं समूह आलम्बनात्मिका इच्छा, इच्छा अपि इच्छायाः अपि प्रभेदाः सन्ति समानतया. यथा ज्ञानस्य षट् प्रभेदाः सन्ति सप्रकारकज्ञानस्य, एवम् इच्छायाः अपि प्रभेदाः सन्ति. अस्तु, अस्याम् इच्छायां, तर्हि कस्य इच्छा इदानीम्? अत्र ईश्वर इच्छा इति. हा, ईश्वर इच्छा. अस्मात् पदात् अयमर्थः बोद्धव्यः इति ईश्वर इच्छा. तर्हि इच्छायाः आकारः कः इति चेत्, अस्मात् पदात् अयमर्थः बोद्धव्यः इति इच्छायाः आकारः अस्ति. तर्हि तदेव समूहालम्बनज्ञानं. तत्र समूहालम्बनम् इत्युक्ते बहवः विशेष्याः भवन्ति, बहवः प्रकाराः भवन्ति खलु? आम् आम्. तर्हि अत्र विशेष्याः के, प्रकाराः के? आम्, अत्र विशेष्यः इति सर्वान् अर्थान्, यः पदानाम् अर्थः यः भवन्ति ते सर्वे विशेष्याः, अपि च ये सर्वे पदार्थाः एव सन्ति ते सर्वे प्रकाराः इति. न न, पुनः पदानि समीचीनतया न उक्तम्. अस्तु, सर्वान् अर्थान् इति विशेष्याः, सर्वाणि पदानि इति प्रकाराः हा पदार्थः नास्ति आं सत्यं पदानि इति तर्हि सर्वे विषयाः विशेष्याः सर्वाणि पदानि प्रकाराः इति वक्तव्यम् तस्याम् इच्छा तथा च तस्याम् इच्छायां सर्वाणि पदानि सर्वे अपि च अर्थाः विषयाः इति आगतम् इति पूर्वस्मिन् वाक्ये उक्तं खलु तर्हि इदानीम् इच्छायां सर्वाणि पदानि अपि सन्ति सर्वे विषयाः अपि सन्ति तर्हि पदानि अत्र केन अवच्छिन्ना इति चेत् प्रकारत्वेन अवच्छिन्ना अतः सर्वाणि पदानि प्रकारविधया भासन्ते सर्वे विषयाः विशेष्यविधया भासन्ति यथा घटः पटः च इत्यत्र घटपटौ विशेष्यविधया भासेते अपि च घटत्वं पटत्वञ्च प्रकारविधया भासेते तथा अत्र पदानि एव प्रकारविधया भासन्ते एतत्तु विशेष्यविधया भासन्ते हा स्वामिमहोदय बुद्धं किम् मध्ये पदानि प्रकारविधया भासन्ते प्रकारः विशेष्यः इति स्मरणे अस्ति वा आं महोदय किञ्चित् वदतु प्रायः नास्ति इत्युक्ते ज्ञानं कुत्र कुत्र भवति केन सम्बन्धेन इति वदति वा आं महोदय वदतु अयं घटः इति ज्ञानं विषयतः संसर्गता अपि च प्रकारता उत्तमं प्रकारता हा तर्हि ज्ञानम् अयं घटः इति ज्ञानं विषयत विषयतासम्बन्धेन त्रिषु भवति त्रयः विषयाः भवन्ति खलु सर्वे सर्वेषु ज्ञानेषु त्रयविषयाः भवन्ति सर्वेषां ज्ञानानां त्रयः विषयाः भवन्ति खलु आं महोदय तर्हि अयं घटः इत्यत्र विषयत्रयं किम् घटः यदस्ति तद् प्रकारता भवति न प्रथमं विषयत्रयं किम् इति केवलं विषयाणाम् उच्चारणं करोतु अयं घटः इति ज्ञाने घटः इति एकः विषयः महोदय सत्यभामा भगिनी किञ्चित् सहायं करोतु हा महोदय घटे ज्ञानं विषयतासम्बन्धेन वर्तते एकनिमिषं मम प्रश्नस्य उत्तरं वदतु त्रयः विषयाः अयं घटः इति ज्ञाने त्रयः विषयाः सन्ति ते के विशेषता प्रकारता संसर्गता विषयः सन्ति इति मया उक्तं त्रयः विषयः सन्ति घटः घटत्वं तयोः मध्ये विद्यमानसम्बन्धः हा इति वक्तव्यं तर्हि मम प्रश्नस्य उत्तरं किम् इति चेत् घटः इति एकः विषयः घटत्वम् इति द्वितीयविषयः तृतीयः विषयः भवति समवायसम्बन्धः तयोः मध्ये सम्बन्धः खलु हा तर्हि ज्ञानम् अयं घटः इति ज्ञानं विषयतासम्बन्धेन त्रिषु विषयेषु वर्तते घटे वर्तते घटत्वे वर्तते समवायसम्बन्धे समवायसम्बन्धेनापि वर्तते खलु अस्तु तर्हि इदानीम् अत्र प्रत्येकं सम्बन्धं वदतु इदानीं अयं घटः इति ज्ञानं घटे केन सम्बन्धेन वर्तते घटे विषयतासम्बन्धेन वर्तते तत्तु सत्यं किन्तु विषयतासम्बन्धेन समवायेनापि घटत्वेनापि वर्तते खलु घटत्वे अपि किन्तु इदानीं विशिष्टसम्बन्धस्य नाम वदतु अयं घटः इति ज्ञानं घटे विशेष्यता इति वक्तव्यं विशेष्यतासम्बन्धेन वर्तते विशेष्यता विषयता अपि त्रिधा विभक्ता खलु आम् आम् अवगतवती हा तर्हि अयं घटः इति ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते पूरयतु प्रकारतासम्बन्धेन घटत्वे वर्तते संसर्गतासम्बन्धेन सम्बन्धे वर्तते उत्तमम् इति अस्ति तर्हि इदानीं घटः पटः च इति ज्ञानं समूहावलम्बनज्ञानं ज्ञाने कति विषयाः सन्ति त्रयः विषयाः सन्ति त्रयः एव विषयाः वा ज्ञानस्य आकारः अस्ति घटः पटः च सिक्स् इति उक्तव्यं उत्तमं तर्हि घटः पटः च इति ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते घटे पटे च वर्तते उत्तमं प्रकारतासम्बन्धेन कुत्र वर्तते घटत्वे पटत्वे च वर्तते उत्तमं संसर्गतासम्बन्धेन कुत्र कुत्र वर्तते घट घटघटत्वयोः मध्ये अपि च पटपटत्वयोः मध्ये इति न वदतु अत्र कुत्र वर्तते स्पष्टतया वर्तते सम्बन्धे वर्तते समवायसम्बन्धः समवायसम्बन्धः इति वक्तव्यं समवायसम्बन्धः वर्तते पतिपत्नीसम्बन्धेन वर्तते खलु न नास्ति नास्ति तर्हि स्पष्टतया वयं न्यायवाद्ये स्मः अस्तु समवायसम्बन्धे वर्तते वर्तते खलु तर्हि आहत्य पञ्चविषयाः एव वस्तुतः समवायसम्बन्धः एकः एव इति कृत्वा घटः पटः च इति ज्ञानं पञ्चविषयेषु वर्तते खलु आं महोदय एवम् एवम् इदानीं समूहावलम्बनात्मिक इच्छा कुत्र कुत्र वर्तते इति चिन्तनम् अत्र यानि लोके जगति यानि पदानि सन्ति तेषु सर्वेषु पदेषु केन सम्बन्धेन किमस्ति विशेष्यतासम्बन्धेन पदानि इति मया उक्तम् जगति यानि पदानि सन्ति पदानि अपदानि प्रकारिता प्रकारता अस्ति सम्पूर्णवाक्यं वदतु भगिनि महोदय एकनिमिषं पदानि खलु प्रश्नं श्रुत्वा उत्तरं ददातु पुनः पुनः जगति यानि पदानि सन्ति तेषु पदेषु किं केन सम्बन्धेन वर्तते पदेषु अर्थः वा न अवगतवती प्रश्नः समूहालम्बनज्ञानम् इति प्रकारतासम्बन्धेन पदानि पदेषु वर्तन्ते ज्ञानं वा महोदय समूहालम्बनं ज्ञानम् इति नास्ति वा ज्ञानं तु विषयता अत्र किं लिखितमस्ति समूहालम्बनात्मिका इच्छा खलु आमां सत्यं न तु ज्ञानं कस्य इच्छा ईश्वरीच्छा तर्हि किं केन सम्बन्धेन वर्तते इति चेत् सर्वेषु जगति सर्वेषु पदेषु ईश्वरीय इच्छा केन सम्बन्धेन प्रकारतासम्बन्धेन प्रकारतासम्बन्धेन वर्तते किम् अवगच्छति किम् इदानीम् अवगतवती ईश्वरीय इच्छा सर्वेषु पदेषु जगति सर्वेषु पदेषु प्रकारतासम्बन्धेन ईश्वरीय इच्छा वर्तते एवं जगति सर्वेषु विषयेषु पदार्थेषु किं केन सम्बन्धेन वर्तते? सत्यभामा भगिनी पूरयतु. जगति सर्वेषु विषयेषु विशेषतासम्बन्धेन इच्छा वर्तते. कस्य इच्छा? ईश्वरीय इच्छा वर्तते. न तु भवत्याः इच्छा खलु? नास्ति. स्पष्टतया वक्तव्यम्. ईश्वरेच्छा यथा सम्बन्धेन जगति सर्वेषु विषयेषु वर्तते. ईश्वर इच्छा जगति सर्वेषु पदेषु प्रकारतासम्बन्धेन वर्तते इति एव अत्र उक्तम्. अतश्च इयं समूहालम्बनित्वात्मिका इच्छा सर्वान् अर्थान् मुख्यविशेष्यविधया अवगाहते, पदानि च प्रकारविधया अवगाहते इति उक्तं. तस्य अर्थः एतदेव. स्वामिमहोदय, बुद्धिः बुद्ध्यते किम्? महोदय, बुद्ध्यते. I may be able to repeat it. बुद्ध्यते. अस्तु, समीचीनं. बुद्ध्यते चेत् परे तत्र अभ्यासे भवति चेदेव वक्तुं शक्यते. किन्तु भवतु, तत्र अवगच्छति चेत् पर्याप्तम्. अस्तु, अग्रे भवानेव पठतु महोदय. स्वामिमहोदय, न पदानि एव इच्छायां प्रकारविधया भासन्ते, किन्तु तादृशपदेन जायमानः यः बोधः तद् विषयत्वम् अपि अर्थे भासते. अस्य वाक्यस्य अर्थः कः? न बुद्धं महोदय. अस्तु, मेहुल् महोदय सहायं करोतु. आम् महोदय, अत्र इच्छा इति एव पदेषु प्रकारतासम्बन्धेन वर्तते, न तु विपरीतरीत्या. पदानि इच्छायां प्रकारतासम्बन्धेन वर्तते इति नास्ति. न न, किन्तु तद् सः विषयः नास्ति अत्र. तद् प्रथमवाक्येन तदेव इति अहं मन्ये. न पदानि एव इच्छायां प्रकारविधया इति नास्ति. अस्तु, अस्तु, एतावत्पर्यन्तम् अस्माभिः किमुक्तम्? ईश्वरीय इच्छा प्रकारतासम्बन्धेन सर्वेषु पदेषु वर्तते इति उक्तं खलु. तर्हि इदानीं किम् उक्तम्? ईश्वर इच्छा सर्वेषु पदेषु, केवलं सर्वेषु पदेषु प्रकारता प्रकारविधया प्रकारतासम्बन्धेन वर्तते इति नास्ति. तर्हि तस्मादुपरि उपरि अधिकमपि अस्ति. अधिकमपि अस्ति. ईश्वरीय इच्छा प्रकारतासम्बन्धेन केवलं सर्वेषु पदेषु वर्तते इति नास्ति. तस्मात् तत्तु अस्ति, नास्ति इति नास्ति, तत्तु अस्ति. तस्मादुपरि इतोपि किञ्चित्, तत् किम्? अत्र तादृशपदेन जायमानः यः बोधः तद्विषयत्वम् अपि अर्थे भासते इति. न केवलं पदानि प्रकाराः अथवा प्रकाररूपेण इच्छायां वर्तन्ते, परन्तु यः बोधः प्रत्येकस्मिन् पदानां यः बोधः अस्ति तद् विषयत्वम् अपि इच्छायां भासते. अस्तु, तर्हि इदानीं चित्रं भवानेव परिशीलयतु. अत्र किञ्चित् उपोद्घातरूपेण अहं वदामि. तर्हि इदानीं घटः इति पदमस्ति खलु, घटः, घट इति पदं, घटः इति पदार्थः, अनयोः मध्ये सा शक्तिः अस्ति खलु. सा शक्तिः कुत्र कुत्र वर्तते इति अत्र लिखितं. वदतु इदानीं, चिन्तयतु. अस्तु, अत्र घटः इति पदार्थः, घटपदम् इति पदमस्ति. अत्र घटः इति पदार्थः मुख्यविशेष्यः अस्ति, तस्मिन् मुख्यविशेष्यता वर्तते. अत्र घटः इति विषयः अस्ति, अतः तस्मिन् विषयत्वम् अस्ति. तर्हि विषयत्वम् इत्यस्मिन् धर्मे शक्तिः अस्ति, घटः इति विशेष्ये अपि शक्तिः अस्ति. अत्र घटः इत्यस्य अत्र भवता किं करणीयं, अधस्तात् उपरि मा गच्छतु, उपरिष्टात् आगच्छतु. अस्तु अस्तु. घट घटपदम् इत्र इत्यत्रापि शक्तिः अस्ति. तस् घटपदेन यः बोधः जायते तस्मिन् अपि बोधे अपि शक्तिः अस्ति. अत्र घटपदम् इति बोधः जनयति, अतः घटपदे जन्यत्वमपि अस्ति. तर्हि तद् जन्यत्वम् इत्यस्मिन् धर्मे अपि शक्तिः अस्ति. अग्रे अत्र घटः इति विषयः अपि अस्ति, तस्मिन् विषयत्वम् अस्ति, अतः विषयत्वे अपि शक्तिः अस्ति, घटे इति विषये अपि शक्तिः अस्ति. अतः आहत्य घटपदे जन्यत्वे बोधे विषयत्वे अपि च विषये सर्वत्र शक्तिः अस्ति इति अत्र दत्तम्. इत्युक्ते एतावत्पर्यन्तम् अस्माभिः किम् अवगतम् इति चेत् घटम् इति पदं, घटः इति पदार्थः, अनयोः मध्ये यः सम्बन्धः अस्ति सः सा एव शक्तिः इति उक्तं खलु. सत्यं सत्यं. केवलं तावदेव इति नास्ति, तस्मादुपरि घटपदे जन्यत्वम् अस्ति. घटम् इति पदे जन्यत्वमपि अवगाहते शक्तिः. केवलं घट अपि च घट इति घटपदम् अपि च घटः घटार्थः अनयोः मध्ये यः सम्बन्धः अस्ति. सम्बन्धः इत्युक्ते कीदृशसम्बन्धः इति चेत् तत्र जन्यत्वं, घटपदे जन्यत्वम् अस्ति. तेन किं जायते, घटपदं श्रुत्वा किं जायते? बोधः जायते. बोधः. हा, घटपदं श्रुत्वा बोधः जायते इति कृत्वा घटपदे बोधजन्यत्वमस्ति. बोधस्य बोधः इति सविषयकपदार्थः. बोधः जातः इति चेत् कस्मिन् विषये इति प्रश्नः उदेति खलु. तर्हि बोधस्य तत्र विषयत्वम् अस्ति, विषयः अस्ति, बोधस्य विषयः अस्ति. तर्हि तत्र विषयत्वं कुत्र अस्ति? घटे अस्ति, विषये अस्ति इति कृत्वा शक्तिः किं किम् अवगाहते इति चेत् घटपदम् अवगाहते, घटपदे विद्यमानजन्यत्वम् अवगाहते, जन्यत्वेन तत्र घटपदे विद्यमानजन्यत्वेन यः बोधः जायते तदपि अवगाहते. बोधे बोधः सविषयकपदार्थः इति कृत्वा तत्र विषयत्वम् अपि अवगाहते. स च विषयः कः इति चेत् घटः, तदपि अवगाहते इति 1 2 3 4 5 पञ्चविषयाः अवगाहन्ते. शक्तिः शक्तिः अवगाहते, पञ्चविषयान् अवगाहते. एवं पटः इत्यत्रापि समानम्. अस्तु, तर्हि इदानीम् एतदेव न्यायशैल्यां वक्तव्यं चेत् महोदय बोधः इत्यनेन एव त्रीणि वक्तुं शक्यते खलु. बोधः इत्यनेन कस्य बोधः इति यदा चिन्तयामः तत्र तस्य विषयः अपि च विषयत्वं द्वयमपि आगच्छति खलु. सत्यम् इति तु सत्यं. केन बोधः इति चेत् घटपदेन बोधः जायते. कस्य बोधः? घट इति पदार्थस्य बोधः जायते. किन्तु शक्तिः इत्युक्ते घटपदघटपदार्थयोः मध्ये सम्बन्धः इति तावद् वदामश्चेत् समीचीन अवगमनं भवति. किन्तु तत्र घटपदे जन्यत्वमपि भवेत्, तादृशशक्तिः अस्ति. अत्र अन्यद् उदाहरणं वदामि. इदानीं गगबुगै इति यदि अहं वदामि, गगबुगै इति पदम् इति स्वीकुर्मः, इत्युक्ते व्याकरणरीत्या अत्र कथं गगबुगै इति पदं निर्मितं, केन धातुना, कस्य प्रत्ययस्य योजनेन अत्र प्रातिपदिकं जातम् इति न चिन्तनीयम्. केवलं गगबुगै इति शब्दं मया उच्चारितम्. किन्तु इदानीं गगबुगै इति पदम् इति स्वीकुर्मश्चेत् गगबुगै इति पदे जन्यत्वम् अस्ति वा? नास्ति. हा, जन्यत्वं नास्ति. तर्हि जन्यत्वं नास्ति इति कृत्वा गगबुगै इति उच्चार्यमाणे बोधः न जायते. न जायते. बोधस्य विषयमपि नास्ति. किन्तु ईश्वरीय इच्छा एव शक्तिः खलु. पदपदार्थयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः ईश्वरीय इच्छाधीनः अस्ति, किन्तु ईश्वरीय इच्छा गगभुगै इति नास्ति, तत्र घट इति पदे जन्यत्वम् अस्ति, तदपि शक्तिः अवगाहते, जन्यत्वेन बोधः जायते, बोधस्य विषयः अपि भवति इति, एतत् सर्वम् ईश्वरीय इच्छायाम् अस्ति, ईश्वरीय इच्छायां या शक्तिः अस्ति तस्याः शक्तेः प्रभावः कीदृशम् इति चेत् गगभुगै इति इति यथा वदामि तादृशं नास्ति, इत्युक्ते ईश्वरीय इच्छायां प्रकारविधया यत् पदं भासते तत् तस्मिन् पदे जन्यत्वमपि अस्ति, तेन बोधः अपि जायत्येव, बोधस्य विषयः अपि भवत्येव इति, एतत् सर्वम् अन्तर्भूतमस्ति इति, तादृशप्रभावः अस्ति ईश्वरीय इच्छायाः। अस्तु, मेहुल् महोदय अग्रे पठति वा अत्र? आम् महोदय। अत्र परामर्शप्रकरणोक्तरीत्या प्रकारताविशेष्यतादिघटनपुरस्सरं निरूपणं कीदृशं भवेद् इति चिन्तयामः। अत्र अत्र अनुमानप्रकरणे खलु, तत्र या रीत्या वयं प्रकारताविशेष्यतायाः पुरस्सरणम् इत्युक्ते विवरणं कृतं, निरूपणं कृतं, तादृश अत्रापि चिन्तयामः। केवलं पुरस्मारणार्थं पृच्छामि, परामर्शे कति विषयाः भवन्ति? परामर्शे सप्तविषयाः भवन्ति इति। उत्तमं खलु। आम् आम्, सप्तविषयाः भवन्ति, अपि च तत्र विषयेषु सम्बन्धः अपि भासते खलु। आम् आम्, यथा तथा अत्रापि। अस्तु, अग्रे पठतु महोदय। तत्र तत्र ईश्वरेच्छा घटांशे घटपदजन्यबोधविषयत्वं प्रकारविधया अवगाहते इति घटपदत्वावच्छिन्नप्रकारतानिरूपितविशेष्यताविशेष्यत्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविषयत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविषयत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यता निरूपिका भगवदिच्छा। अस्तु, अत्र यथा इत्थमेव पटपदं मुख्यप्रकारविधया, तत्र च पटं विशेषविधया निवेश्य विषयतानिरूपणाभ्यासः कर्तव्यः। अस्तु, अत्र एकम् उदाहरणं स्वीकृत्य न्यायशैल्या अत्र लिखितमस्ति, मुख्यविशेष्यता आरभ्य प्रकारतापर्यन्तं निरूपणं कृतं, तथैव पटपदे अपि कर्तुं शक्नुमः। तर्हि प्रथमम् अस्ति अत्र ईश्वरेच्छा इति घटांशे घटपदजन्यबोधविषयत्वं प्रकारविधया अवगाहते, तस्य एव अत्र न्यायशैल्या वाक्यं लिखितमस्ति। घटपदत्वावच्छिन्न इत्युक्ते अत्र घटपदः अस्ति, घट इति पदमस्ति, तत् केन अवच्छिन्न इत्युक्ते घटपदत्वावच्छिन्न, किञ्चित् अत्र घटपदम् इति किम्, घटपदम् इति इच्छायां घटपदं किम्, घटपदम् इति विशेष्यं वा? नास्ति, यथा घटः इति मुख्यविशेष्यः अस्ति तथा घटपदं किं मुख्यप्रकारः? तर्हि प्रकारः खलु, सत्यं प्रकारः, प्रकारः घटपदम् इति प्रकारः। आम् आम्, पदमिति प्रकारः इत्युक्ते वस्तुतः विशेषणमेव, सत्यं सत्यं खलु, विषयः इति घटः, घटपदम् इति प्रकारः, न घटपदम् इति प्रकारः, सत्यं प्रकारः, प्रकारे किमस्ति? प्रकारता अस्ति, घटपदे यः प्रकारता अस्ति, घटे पदे विद्यमानप्रकारता केन अवच्छिन्ना? हा, घटपदत्वेन अवच्छिन्ना, हा इति कृत्वा तादृशं लिखितम्। आम् आम्, इति कृत्वा घटपदत्वावच्छिन्नप्रकारता निरूपित, आम्, विशेष्यतावच्छिन्न विशेष्यता अवच्छिन्न, अत्र जन्यत्वम् इति विशेष्यम् अस्ति, तस्मिन् विशेष्यता अस्ति, ते सा विशेष्यता जन्यत्वावच्छिन्ना अस्ति, उत्तमम्. अतः घटपदत्वावच्छिन्नप्रकारता निरूपितविशेष्यतावच्छिन्नजन्यत्वावच्छिन्नप्रकारता. किमर्थम् इत्युक्ते इदानीं जन्यत्वे प्रकारता अपि अस्ति, विशेष्यता अपि अस्ति. तापि अस्ति. आम् सत्यं सत्यं. घटपदनिरूपितविशेष्यता जन्यत्वे अस्ति, किन्तु बोधपदनिरूपकबोधनिरूपक प्रकारता प्रकारता अपि जन्यत्वे अस्ति. सत्यम्. उभयमपि अस्ति इति कृत्वा अत्र एतादृशं लिखितं, जन्यत्वत्व अवच्छिन्नप्रकारता इति गतम्. सत्यं. पुनः तथैव बोधः यदस्ति तस्मिन् प्रकारता अपि अस्ति, विशेषता अपि अस्ति. अत्र जन्यत्वम् इत्यस्य अपेक्षया अथवा इत्यस्य कृते बोधः इत्यस्मिन् विशेष्यता अस्ति, परन्तु विषयत्वम् इत्यस्य कृते बोधः इत्यस्मिन् प्रकारता अस्ति. विषयत्वनिष्ठ, अत्र निष्ठ इति पदं प्रयोगं, जन्यत्वनिष्ठ विशेष्यता बोधे, विषयत्वनिष्ठ प्रकारता बोधे. अतः एव तद् लिखितं पुनः अत्र. अस्तु, तर्हि अत्र इतोपि किमपि न वक्तव्यम् इत्युक्ते अत्र केवलं लिखितमस्ति, किन्तु सारांश अत्र सामान्य अवगमनम् इत्युक्ते एतत् सर्वम् उक्त्वा अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु. तर्हि एतत् सर्वम् उक्तम् इति कृत्वा ईश्वरीय इच्छायां यानि पदानि प्रकारविधया जगति, यानि पदानि सन्ति तानि सर्वाणि ईश्वर इच्छायां प्रकारविधया भासन्ते खलु? सत्यं. तर्हि इदानीम् एकमपि पदं भवितुम् अर्हति वा यस्मिन् बोधजन्यत्वं नास्ति? ईश्वरीय इच्छायां प्रकारविधया भासमानानि पदानि यानि सन्ति तेषु पदेषु एकमपि पदं भवितुम् अर्हति वा यस्मिन् बोधजन्यत्वं नास्ति? न, तादृशम् एकमपि पदं न भवति. हा, इत्युक्ते आशयः कः, नैयायिकानाम् आशयः कः इति चेत् अनर्थकपदम्. हा, सत्यम्. अनर्थपदं गगबुगै इति तादृशपदम् ईश्वरीय इच्छायां न भवत्येव. इत्युक्ते यानि पदानि ईश्वरीय इच्छायां प्रकारविधया भासन्ते इति अङ्गीकुर्मः तेषां सर्वेषां पदानाम् अर्थः भवत्येव. तर्हि इदानीं वेदः ईश्वरेण निर्मितः खलु? आम् आम्. वेदः केन लिखितः, ये केन केन उच्चारितः इति चेत् ईश्वरेण उच्चारितः इति सर्वैः अङ्गीकृतम्. तर्हि ईश्वरेण कृत, नो चेत् ईश्वरेण उक्त वेदः, वेदे एकमपि पदम् अनर्थकं भवितुमर्हति वा? न, न, सर्वेषां सर्वेषु बोधजन्यता अस्ति. हा, इति कृत्वा एव यदा शङ्करभाष्यं पठेम तत्र निपाताः तत्र तत्र दृश्यन्ते, हा उ इति तादृश. इत्युक्ते पठामश्चेत् तत्र अर्थः न जायते. सत्यं. हा उ इति तादृशपदानि सन्ति वेदे, किन्तु ईश्वरीय इच्छा ईश्वरीय इच्छा अधीनः इति कृत्वा तेषामपि पदानाम् अर्थः निश्चयेन वक्तव्यः एव. देर् केनाट् इवन् बि वन् वर्ड् विच् डस् नाट् हाव् अ मीनिङ्ग् इन् वेद. सत्यं. सो तर्हि शङ्कराचार्यः कथं लिखति, एकनिमिषम्. अस्तु इति मुख्यवार्ता. सी इवन् दो वि आर् अप्रोचिङ्ग् दिस् वेरि टेक्निकलि अत्र घटपदत्वावच्छिन्नप्रकारतानिरूपितविशेषतावच्छिन्नजन्यत्वावच्छिन्नप्रकारता इति इट् इस् नाट् जस्ट् फार् दि पर्पस् आफ़् अभ्यास दे आर् डूयिङ्ग् सम्थिङ्ग्. अत्र सारांशः कः इति चेत् एकमपि पदम् ईश्वर इच्छायां जगति पदानि विद्यमान सर्वाणि पदानि सन्ति किन्तु इदानीं गगभुगे इति मया उच्चारितं जगति अस्ति एतत् पदं मया उच्चारितमिति कृत्वा किन्तु गगभुगै इति पदम् ईश्वर इच्छायाम् अस्ति वा इति चेत् न इति वक्तव्यं. किमर्थमिति चेत् गगभुगै इति अनेन इति पदेन बोधः जायते वा न जायते. किन्तु यदि जायते यथा इदानीं रमेश महोदयेन उक्तं कम्प्यूटर् इति पदं पूर्वं न आसीत् किन्तु तदनन्तरं पौरुषेण एव कम्प्यूटर् इति पदं स्थापितम् तस्य अर्थः अपि उक्तः इति कृत्वा कम्प्यूटर् इति पदमपि ईश्वर इच्छा अस्ति इति वदामश्चेत् क्लेशः नास्ति क्लेशः नास्ति. किमर्थमित्युक्ते बोधकत्वमस्ति इति कृत्वा सो दिस् इस् द मोस्ट् इम्पार्टेण्ट् थिङ्ग् वि शुड् अप्रिशियेट्. परन्तु महोदय अत्र वेदग्रन्थानां पठनं कुर्मः चेत् तत्रापि यदा बुद्धिः अथवा ज्ञानम् अस्ति चेदेव बोधः जायते अन्यथा बोधः न जायते. तर्हि ईश्वरिच्छाधीना तु सर्वाणि पदानि सन्ति परन्तु मम बुद्धिः तावत् यदा विकसिता नास्ति चेत् मयि बोधः न जायते. सत्यं. तर्हि क्लेशः कुत्र? ईश्वरीय इच्छा क्लेशः नास्ति, इच्छायां क्लेशः नास्ति. नास्ति भवतः बुद्धौ क्लेशः अस्ति. सत्यम् इति एव वार्ता. सो दट् इस् वै ऐ मीन् वेन् यु रीड् शङ्करभाष्य समटैम्स् यु नो ही विल् स्टार्ट् रैटिङ्ग् ह उ इति निपाताः. ही विल् नेवर् से इस् जस्ट् समथिङ्ग् दट् यु केन् ड्राप् इस् मीनिङ्ग्लेस् वर्ड्स्. तादृशं कुत्रचित् मया पठितं. ही सेस् अनर्थाः इति ही इस् इवन् रिटन् समथिङ्ग् लैक् देट् कुत्रचित् अहं दृष्ट्वा वदामि. बट् अकार्डिङ्ग् टु नैयायिकास् यदि अत्र शक्तिः या शक्तिः अस्ति तत्र घटपदं घटपदे जन्यत्वं जन्यत्वेन बोधः बोधेन बोधस्य विषयत्वं तत्र मुख्यविशेषता इति एतत् सर्वम् अस्ति चेत् एकं इति मुख्यवार्ता अस्ति अत्र. तर्हि ईश्वर इच्छायां यानि पदानि सन्ति तेषु एकमपि पदं निरर्थकं नास्ति न भवति. सर्वेषु पदेषु जन्यत्वम् अस्ति एव तेन बोधः जायत्येव. यदि श्रोतरि तादृशसामर्थ्यमस्ति बोधकथा पदेषु वर्तते किन्तु सामर्थ्यमपि अपेक्षितम् इति कृत्वा अत्र एतादृशम् उक्तमस्ति. बहु समीचीनं. किञ्चित् समयः अवशिष्टः अस्ति, अग्रे पठेम. तर्हि सत्यभा भगिनी अग्रे पठति वा? इत्थमेव इति. आं महोदय, इत्थमेव यावन्ति संस्कृतभाषायां पदानि वर्तन्ते तानि प्रत्येकप्रकारविधया एवं ततः क्रमेण जन्यत्वं बोधः विषयत्वं तदर्थं च इत्येतान् पञ्चपदार्थान् विशेष्य विशेषणभाव आपन्नान् अवगाहते ईश्वर इच्छा तस्याः समूहालम्बनात्मकता न चित्रयितुं शक्यते इति न चित्रस्य मर्यादा किन्तु तस्याः महात्म्यातिशयः यतोहि महात्म्यातिशयः यतोहि इत्थमेव यावन्ति संस्कृतभाषायां पदानि वर्तन्ते तानि प्रत्येकं प्रकारविधया एवं ततः संस्कृतभाषायां यानि पदानि सन्ति तेषु पदेषु प्रत्येकं प्रकारविधया यदे पञ्च विषयाः उक्तानि खलु ईश्वरीय इच्छायां तत् सर्वेषु पदेषु वर्तते इति तावदेव सत्यम् ईश्वर इच्छा अवगाहते ईश्वर इच्छायाः अन्य नाम किम् ईश्वर इच्छायाः पारिभाषिकशब्दः किम् अयम् अस्मात् पदात् शक्तिः इति वा शक्तिः उत्तमं शक्तिः तर्हि अवगाहते शक्तिः इति वक्तुं शक्यते नो चेत् ईश्वर इच्छा ईश्वर इच्छा किन्तु अत्र किमर्थं शक्तिः इति नूतनपदमस्ति चेत् ईश्वर इच्छा केवलं पदपदार्थयोः मध्ये सम्बन्धः अस्ति तस्मिन्नेव इति नास्ति तस्य इच्छा तु इच्छायां विषयाः बहवः सन्ति सृष्टिः मया कर्तव्या इति एतत् सर्वमस्ति किन्तु यदि ईश्वरविच्छा पदपदार्थेषु मध्ये सम्बन्धे अस्ति तदा तस्य नाम अस्ति तस्याः नाम अस्ति शक्तिः इति अस्तु इदानीं तस्याः समूहालम्बकात्मकता न चित्रयितुं शक्यते इति न चित्रस्य मर्यादा किन्तु तस्याः माहात्म्य अतिशयः तत् अस्य चित्रस्य विषये उक्तमस्ति वा मर्यादा चित्रस्य मर्यादा इत्युक्ते इम्पार्टेन्स् ओके न चित्रयितुं शक्यते इति चित्रस्य मर्यादा इट् इस् नाट् द लिमिटेशन् आफ् द चित्रम् ओके डोण्ट् अण्डर्स्टाण्ड् दट् इस् द लिमिटेशन् आफ् द चित्रम् अण्डर्स्टाण्ड् इट् एस् दि ईश्वर इच्छायाः माहात्म्यम् इति अस्तु अग्रे यतोहि सा इच्छा अभिता इति पदम् अपि प्रकारविधया स्वमेव च विशेषविधया अवगाहते सा इच्छा यतोहि सा इच्छा अभिधा इति पदमपि प्रकारविधया स्वमेव च विशेषविधया अवगाहते इच्छा इति स्वयं विषयः इति वा महोदय इत्युक्ते ईश्वर इच्छायां अभिधा इति पदमपि अस्ति खलु शक्तिः इति पदमपि अस्ति अस्ति शक्तिः इति पदे या जन्यत्वमस्ति तेन यः बोधः जायते तस्य बोधस्य विषयः यः अस्ति तस्मिन् विषये त्वमस्ति एतत् सर्वम् अवगाहते इति कृत्वा ईश्वर इच्छा शक्तेः अपारमस्ति किमर्थमित्युक्ते शक्तिः इति पदं शक्तिः इति पदे विद्यमानजन्यत्वम् एतत् सर्वम् ईश्वरीय इच्छा अधीनमस्ति तदपि तस्मिन् अन्तर्भूतमस्ति इति कृत्वा एव अत्र चित्रस्य मर्यादा नास्ति इति स्वीकर्तव्यं किन्तु ईश्वरस्य ईश्वर इच्छायाः माहात्म्यम् इति स्वीकर्तव्यम् माहात्म्यं प्रदर्शयितुम् एव अत्र न किमर्थमत्र माहात्म्यम् इति चेत् ईश्वर इच्छायाम् इच्छा इति अपि पदमपि प्रकारविधया भासते शक्तिः वस्तुतः शक्तिः इति पदमपि अभिधा इति पदमपि ईश्वर इच्छायां प्रकारविधया भासते तदपि पदम् इति कृत्वा तस्य विषयः अपि भासते खलु भासते इति कृत्वा अस्तु अग्रे एवञ्च एवञ्च खडपदजन्यबोधविषयत्वं खडे एव ईश्वर इच्छा अवगाहते तदा यदा घटम् इति न पटे इति खडपदात् खडस्य एव बोधः इति अयं घटः तद् वदामः चेत् तत्र घटपदे किं किम् अस्ति इति चेत् घटपदजन्यबोधविषयत्वं घटे एव अवगाहते न तु पटे इति आशयः कः इति चेत् वि शुड् नाट् बिकम् इमोशनल् अबौट् ईश्वर माहात्म्यं तर्हि घटः इति पदम् ईश्वर इच्छायां प्रकारविधया भासते इति कृत्वा घट इति पदेन सर्वं वक्तुं शक्यते इति तादृशशक्तिः नास्ति नास्ति घट इति पदस्य केवलं घट इति पदार्थबोधक बोधविषयत्वमेव अस्ति न तु पदपदार्थबोधकविषयत्वं जस्ट् बिकास् घट इस् अ वर्ड् विच् इस् इन् ईश्वर इच्छा डज़न् मीन् द वर्ड् घट हेस् गाट् all the capacity people say like that ishwarena kimapi kartum shakyate tarhi ghatena ghata iti padam upayujya patamapi tena bodhayitum shakyate iti nasti tatra limitation asti ghata padena kevalam ghata padartha eva bodhayitum shakyate natu pata astu agre patajanya patapadajanya bodha vishetam pade eva avagahate na ghade iti पटपदात् पटस्य एव बोधः न घटस्य तदा यदा पटः इति वदामः चेत् पटजन्यबोधविषयत्वमेव अवगाहयितुं शक्यते न तु घटः इति अपि दत्तमस्ति सत्यं तर्हि आहत्य सर्वाणि जगति यानि पदानि सन्ति सार्थकपदानि सन्ति अनर्थपदं नास्ति सार्थपदं यदस्ति तानि सर्वाणि पदानि ईश्वर इच्छायां प्रकारविधया भासते तेषां विषयाः विशेष्यविधया भासन्ते ईश्वर इच्छायाम् अपि च तयोः मध्ये सम्बन्धः इत्युक्ते घटपदे विद्यमानजन्यत्वम् अपि भासते जन्यत्वे विद्यमानबोधः अपि भासते बोधे विद्यमानविषयत्वमपि भासते अपि च विषयत्वं यत्र अस्ति विशेष्ये तदपि भासते इति पञ्चविषयाः ईश्वर इच्छा अवगाहते तस्य एव नाम शक्तिः तर्हि अस्मात् पदार्थ अयमर्थो अयमर्थः बोद्धव्यः ईश्वरसङ्केतः सः सा एव शक्तिः इति तर्कसङ्ग्रहकारणेन यदुक्तं तस्य गभीरचिन्तनम् अत्र जातम् अवगतमपि इति विश्वसिमि अस्तु समयः जातः अग्रिमे वर्गे इतोपि अग्रेसरेम सर्वेभ्यः नमस्कारः धन्यवादाश्च